तत्र कथमिव नित्यात्मा इति दृष्टान्तमः देहिनोऽस्मिन् यथा देहि कौमारं यौवनं जरा तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति। देहः अस्य अस्ति इति देहि, तस्य देहिनो देहवतः आत्मनः अस्मिन् वर्तमाने देहि यथा येन प्रकारेण कौमारं कुमारभावः बाल्यावस्था, यौवनं यूनोभावः मध्यमावस्था, जरा वयोहानिः जीर्णावस्था इति एताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः। तासां प्रथमावस्थानाशे न नाशः, द्वितीयावस्था उपजने न उपजन आत्मनः। किं तर्हि अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनदृष्ट, तथा तद्वदेव देह अन्यो देहो देहान्तरं, तस्य प्राप्तिः देहान्तरप्राप्तिः, अविक्रियस्यैव आत्मनः इत्यर्थः। धीरो धीमा तत्र एवं सति न मुह्यति न मोहम् आपद्यते। यद्यपि आत्मविनाशनिमित्तो मोहो न सम्भवति नित्यात्मा इति विजानतः, तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते। सुखवियोगनिमित्तो मोहः दुःखसंयोगनिमित्तश्च शोकः इति एतदर्जुनस्य वचनम् आशङ्क्य भगवानः मात्रा स्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः आगमापायिनो नित्याः तां स्थितिक्षस्व भारत। मात्र आभिः मीयन्ते शब्दादयः इति श्रोत्रादीनि इन्द्रियाणि, मात्राणां स्पर्शाः शब्दादिभिः संयोगः, ते शीतोष्णसुखदुःखदः, शीतम् उष्णं सुखं दुःखं च प्रयच्छन्ति इति, अथवा स्पृश्यन्ते इति स्पर्शः विषयाः शब्दादयः। मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदः, शीतं कदाचित् सुखं कदाचित् दुःखं तथा उष्णमपि अनियतस्वरूपम्। सुखदुःखे पुनः नियतरूपे यतो न विविचर्यते, अतः ताभ्यां पृथक् शीतोष्णयोः ग्रहणं। यस्मात् ते मात्रास्पर्शादयः आगमापायिनः, आगमापायशीलाः तस्मात् अनित्यः, अतः तान् शीतोष्णादीन् तितिक्षस्व प्रसहस्व, तेषु हर्षं विषादं वा मा कर्षिः इत्यर्थः। शीतोष्णादीन् सहता किं स्यात् इति शृणु। यं हि न व्यथयञ्चेते पुरुषं पुरुषर्षभं समदुःखसुखं धीरं सोमृतत्वाय कल्पते। यं हि पुरुषं समे दुःखसुखे यस्य तं समदुःखसुखं सुखदुःखप्राप्तौ हर्षविषादरहितं धीरं धीमन्तं न व्यथयन्ति न चालयन्ति नित्यात्मदर्शन। एते यथोक्ताः शीतोष्णादयः, सः नित्यात्मस्वरूपदर्शननिष्ठः द्वन्द्वसहिष्णुः अमृतत्वाय अमृतभावाय मोक्षाय इत्यर्थः कल्पते समर्थो भवति। इतश्च शोकमोहो अकृत्वा शीतोष्णादिसानं युक्तं यस्मान् नासतो विद्यते भावो नाभावो विद्यते सतः उभयोरपि दृष्टोऽन्तस्तु अनयोस्तत्त्वदर्शिभिः। नासतः अविद्यमानस्य शीतोष्णादेः सकारणस्य न विद्यते नास्ति भावो भवन्नस्तितः, न हि शीतोष्णादिसकारणं प्रमाणैः निरूप्यमाणं वस्तुसद्भवति। विकारो हि सः विकारश्च व्यभिचरति, यथा घटादिसंस्थानं चक्षुषा निरूप्यमाणं मृद्व्यतिरेकेण अनुपलब्धेः असत्, तथा सर्वो विकारः कारणव्यतिरेकेण अनुपलब्धेः असत्। जन्मप्रध्वंसाभ्यां प्राग् ऊर्ध्वं च अनुपलब्धेः कार्यस्य घटादेः, मृदादिकारणस्य च तत्कारणव्यतिरेकेण अनुपलब्धेः असत्त्व। तदसत्त्वे सर्व अभावप्रसङ्ग इति चेत् न, सर्वत्र बुद्धिद्वयोपलब्धिः, सद्बुद्धिः असद्बुद्धिः इति। यद्विषया बुद्धिः न व्यभिचरति तत्सत्, यद्विषया व्यभिचरति तदसत् इति सदसद्विभागे बुद्धितन्त्रे स्थिते। सर्वत्र द्वे बुद्धिः सर्वैः उपलभ्यते समानाधिकरणे न नीलोत्पलत्। सन्घटः, सन्पटः, सन्हस्ति इति एवं सर्वत्र। तयोः बुद्ध्योः घटादिबुद्धिः व्यभिचरति तथा च दर्शितं, न तु सद्बुद्धिः। तस्मात् घटादिबुद्धिविषयः आसन् व्यभिचरत्, न तु सद्बुद्धिविषयः अव्यभिचरत्। घटे विनष्टे घटबुद्धौ व्यभिचरन्त्यहं, सद्बुद्धिरपि व्यभिचरति इति चेत् न, पटादौ अपि सद्बुद्धिदर्शनं, विशेषणविषया एव सा सद्बुद्धिः। सद्बुद्धिवत् घटबुद्धिरपि घटान्तरे दृश्यते इति चेत् न, पटादौ अदर्शनं। सद्बुद्धिरपि नष्टे घटे न दृश्यते इति चेत् न, विशेष्य अभवत्। सद्बुद्धिः विशेषणविषया सति विशेष अभावे विशेषण अनुपपत्तौ किं विषयस्य, न तु पुनः सद्बुद्धेः विषय अभावात्। एकाधिकरणत्वं घटादिविशेष अभावे न युक्तमिति चेत् न, इदम् उदकम् इति मरीच्यादौ अन्यतर अभावेपि समानाधिकरणे दर्शनात्। तस्मात् देहादेः द्वन्द्वस्य च सकारणस्य असतः न विद्यते भावः इति। तथा सतश्च आत्मनः अभावः अविद्यमानता न विद्यते, सर्वत्र अव्यभिचार इति अवोचामः। एवम् आत्मानात्मनोः सदसतोः उभयोरपि दृष्टः उपलब्धः अन्तो निर्णयः सत् सदैव असत् असदेव इति तु अनयोः यथोक्तयोः तत्त्वदर्शिभिः। तदिति सर्वन्न, सर्वं च ब्रह्म, तस्य नाम तदिति, तद्भावः तत्त्वं, ब्रह्मणं यथात्म्यं, तद्द्रष्टुं शीलं येषां ते तत्त्वदर्शिनः तैः तत्त्वदर्शिभिः। त्वमपि तत्त्वदर्शिनां दृष्टिमाश्रित्य शोकं मोहं च हित्वा शीतोष्णादीनि नियतानीतरूपाणि द्वन्द्वानि विकारोऽयम् असन्नेव मरीचि लवतु मिथ्यावभासते इति मनसि निश्चित्य तितिक्षस्व इत्यभिप्रायः। किं पुनस्त यत्सदैव सर्वदा इति उच्यते, अविनाशितु तं विन्धि येन सर्वमिदं ततं विनाशमं ययस्यास्यं न कश्चित् कर्तुमर्हति। अविनाशि न विनष्टुं शीलं यस्येति। सुशब्दः असतो विशेषणात् तद्विद्धि विजानीहि। किं येन सर्वमिदं जगत् ततं व्याप्तं सदाख्येन ब्रह्मण साकाशम्, आकाशेनैव घटादय। विनाशम् अदर्शनम् अभावम् अव्ययस्य न व्येति उपचय अपचयौ न याति इति अव्ययं तस्य अव्ययस्य। नैतत् सदाख्यं ब्रह्म स्वेन रूपेण व्येति व्यभिचरति निरवयवत्व देहादिवत्, नापि आत्मीयेन आत्मीय अभावात्। यथा देवदत्तो दनहान्या व्येति, न तु एवं ब्रह्म व्येति। अतः अव्ययस्य अस्य ब्रह्मणः विनाशं न कश्चित् कर्तुमर्हति, न कश्चित् आत्मानं विनाशयितुं शक्नोति ईश्वरोऽपि। आत्मा हि ब्रह्म, स्वात्मनि च क्रियाविरोधः। किं पुनस्तदसतु यस्वात्मसत्तं व्यभिचरति इति उच्यते, अन्तवन्त इमे देहाहं नित्यस्योक्तौ शरीरिणः अनाशिनो प्रमेयस्य तस्माद्युध्यस्व भारत। अन्तः विनाशः विद्यते येषां ते अन्तवन्तः, यथा मृगतृष्णिकादौ सद्बुद्धिः अनुवृत्त प्रमाणनिरूपणान्ते विच्छिद्यते स तस्य अन्तः तथा इमे देहाः स्वप्नमायादेहादिवच्च अन्तवन्तः नित्यस्य शरीरिणः शरीरवतः अनाशिनः अप्रमेयस्य आत्मनः अन्तवन्तः इति उक्ताः विवेकिभिः इत्यर्थः नित्यस्य अनाशिनः इति न पुनरुक्तं नित्यत्वस्य द्विविधत्वात् लोके नाशस्य च यथा देहो भस्मीभूतः अदर्शन् गतः नष्ट उच्यते विद्यमानोऽपि यथा अन्यथा परिणतो व्याध्यादियुक्तः जातो नष्टः उच्यते तत्र नित्यस्य अनाशिनः इति विविधेनापि नाशेन असम्बन्धः अस्ति इत्यर्थः अन्यथा पृथिव्यादिवदपि नित्यत्वं स्यादात्मनः तद् मा भूदिति नित्यस्य अनाशिनः इत्यर्थः अप्रमेयस्य न प्रमेयस्य प्रत्यक्षादिप्रमाणैः अपरिच्छेद्यस्य इत्यर्थः ननु आगमेन आत्मा परिच्छिद्यते प्रत्यक्षादिना च पूर्वं न आत्मनः स्वतः सिद्धत्वे सिद्धेः आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति न हि पूर्वम् इत्थम् अहम् इति आत्मानम् अप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते न हि आत्मानां कस्यचित् अप्रसिद्धो भवति शास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते न तु अज्ञातार्थज्ञापकत्वे तथा च श्रुतिः यत्साक्षात् अपरोक्षात् ब्रह्म हि आत्मा सर्वान्तरः इति यस्मादयं नित्यः अविक्रियश्च आत्मा तस्मात् युध्यस्व युद्धात् उपरमं मा कार्षिः इत्यर्थः